अस्तु, नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति अष्टाध्यायां सूत्राणां बलाबलचिन्तनम् इति विषयः अनुवर्तते. तर्हि गतवर्गे अस्माभिः किम् अधीतम् इति चेत्, अन्तरङ्गं बहिरङ्गम् इत्यस्मिन् विषये अस्माभिः एकम् उदाहरणं स्वीकृत्य परिशीलितम् आसीत्. तर्हि इदानीं तस्य विषये तत्र अन्तरङ्गबहिरङ्गयोः तत्र करपत्रे किम् अस्ति इति एकवारं पठामः. तर्हि पुनः अन्तरङ्गम् इति आरभ्य पठामः. अत्र रमा भगिनी आरम्भं करोति वा? भगिनी बि इति लिखितमस्ति. अन्तरङ्गम् अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः. अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः, न वा यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम्, अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. परिभाषेन्दुशेखरग्रन्थे लिख्यते, नित्यादप्यन्तरङ्गबलीयः अन्तरङ्गे बहिरङ्गस्यात् सिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्यात् सिद्धत्वात्, अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति, द्वयोः सूत्रयोः समकालप्राप्ति अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यादप्यन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ब नामकं सूत्रम् अनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धम्. यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्, इत्थं च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे. कष्टिष्टमस्ति. क्रमेण गच्छतु भगिनि, क्रमेण क्रमेण गच्छतु, प्रत्येकं पङ्क्तिं स्वीकृत्य वदतु. अन्तरङ्गं बहु प्रकारः अस्ति. प्रकारद्वयं अत्र प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् अङ्गम् इति शब्दस्य अर्थः न अवयवः, न भागम् इति अर्थम्. न वा यस्मात् प्रत्ययविधिस्तदातिप्रत्ययेङ्गम् इति रीत्या इति सूत्रेण अङ्गकार्यस्य अङ्गम्, अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अङ्गस्य अर्थं निमित्तम् अपि इति लिखितमस्ति. एकक्षणं भगिनि, बहु समीचीनं. तर्हि अत्र अन्तरङ्गम् इत्यत्र शब्दद्वयं पदद्वयम् अस्ति, अन्तः अङ्गम् इति अस्ति. तर्हि अन्तरङ्गं, तर्हि अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्य कः अर्थः, अन्तः इत्यस्य कः अर्थः इति अवगन्तव्यम्. तर्हि अत्र अङ्गम् इत्यनेन, अङ्गम् इत्युक्ते तत्र शरीरस्य अवयवः नास्ति अथवा अङ्ग अङ्गीभावः नास्ति. ययोः अङ्ग अङ्गीभावः भवति. एकम् अङ्गी अस्ति, अङ्गम् अस्य अस्ति इति अङ्गी, इनि प्रत्यन्तशब्दः अस्ति. गुणी इत्यथा गुणः अस्य अस्ति अथवा अस्मिन् अस्ति इति गुणी, तथैव अङ्गम् अस्य अस्ति इति अङ्गी. तर्हि अङ्गम् इत्यनेन शरीरस्य भागः, यदि शरीरम् अङ्गी अस्ति तर्हि मम हस्तः अङ्गमस्ति. तर्हि तादृश अङ्गी अङ्गभावः नास्ति अत्र, अथवा अवयव अवयवीभावः नास्ति अत्र. अङ्गम् इत्यनेन निमित्तम् इति अर्थः. तर्हि निमित्तम् इत्यस्य कः अर्थः इत्यस्य विषये अग्रे उच्यते. एतावता अस्माभिः निमित्तम् इत्युक्ते तत्र परसप्तमीरूपेण अस्माभिः स्वीकृतमस्ति, अत्रापि तथैव अस्ति वा इति अग्रे तस्मिन् विषये पश्यामः. अपि च व्याकरणशास्त्रे अङ्गम् इति पारिभाषिकशब्दः अस्ति. प्रत्येकस्मिन् शास्त्रे पारिभाषिकपदानि भवन्ति. अस्माकं व्याकरणे अपि पारिभाषिकपदमस्ति अङ्गं. तदर्थं सूत्रमस्ति यस्मात् प्रत्ययविधि तदादिप्रत्ययङ्गम् इति. तत्र तत्र संज्ञासूत्रमस्ति येन अङ्गसंज्ञा दीयते. तर्हि अत्र अन्तरङ्गम् इत्यत्र अङ्गम् इत्युक्ते पारिभाषिकशब्दः नास्ति. तत्र व्याकरणलोके पारिभाषिकशब्दः नास्ति. अत्र अङ्गम् इत्युक्ते निमित्तम् इति उक्तम्. अग्रे भगिनि. परिभाषेन्दुशेखरग्रन्थे लिख्यते नित्यादप्य अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यात् सिद्धत्वात्. नित्य सूत्रं सूत्रस्य अपि अपेक्षया अन्तरङ्गं बलीयः इति कथितमस्ति. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अन्तरङ्गम् इत्युक्ते अन्त अङ्गं समीपे यः अस्ति तस्य अन्तरङ्गम् इति नाम अस्ति. अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यसूत्रमपि बहिरङ्गम् इति अवगच्छामि. ऐ डोण्ट् नो वेदर् इट्स् रैट्. हा हा, समीचीनं. तर्हि अत्र प्रथमम् एकं वाक्यमस्ति नित्याद् अपि अन्तरङ्गं बलीयः इति अत्र उक्तमस्ति. तत् किम् इति पश्यामः चेत् वयं पूर्वम् एकां परिभाषां पठितवन्तः. तरहि पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति एकां परिभाषां पठितवन्तः. तत्र पूर्वपर इति प्रथममस्ति, तदनन्तरं नित्यम् अस्ति, नित्यस्य अनन्तरम् अन्तरङ्गम् अस्ति. अतः अत्र परिभाषेन्दुशेखरे किम् उक्तं, नित्यात् अपि अन्तरङ्गम् इति उक्तं. तर्हि नित्यात् इत्यनेन न केवलं नित्यसूत्रं परन्तु परसूत्रमपि. यत्किमपि सूत्रं परसूत्रमस्ति अथवा नित्यसूत्रमस्ति, यत्र सूत्रद्वयमस्ति अस्माकं पुरतः, काचित् प्रक्रिया प्रचलति अस्ति, तत्र सूत्रद्वयमस्ति अस्माकं पुरतः. एकमस्ति परसूत्रम्, अन्यत् अस्ति नित्यसूत्रम्. न, क्षम्यताम्, एकं सूत्रं परसूत्रम् अथवा नित्यसूत्रम्, अन्यत् सूत्रम् इदानीं तत्र अन्तरङ्गसूत्रम्. तर्हि तादृशसन्दर्भे अन्तरङ्गसूत्रम् एव बलवत् अस्ति. नित्यसूत्रस्य अपेक्षया परसूत्रस्य अपेक्षया अपि अन्तरङ्गसूत्रमेव बलवत् इति प्रथमं वाक्यम्. तदनन्तरम् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. तर्हि यदि वयं निर्णयं कुर्मः एकं सूत्रम् अन्तरङ्गम् इति निर्णयं कुर्मः, तदानीं बहिरङ्गसूत्रम् असिद्धं भवति, तस्य अस्तित्वं नास्ति इति अत्र उक्तमस्ति. अत्र पूर्वस्मिन् परिच्छेदे एकं वाक्यमस्ति, अत्र प्रकारद्वयं प्रदर्श्यते इति उक्तम्. अन्तरङ्गम् इत्यस्य बहुविधम् अस्ति, अत्र मतभेदाः अपि भवन्ति. अत्र अस्माकं करपत्रे प्रकारद्वयमेव प्रदर्श्यते. एकमस्ति पूर्व उपस्थितनिमित्तकं, पूर्व उपस्थितनिमित्तकम् इति यथा अस्माभिः उदाहरणे चर्चितम् असुस्रुवत् इति उदाहरणे यत् यादृश अन्तरङ्गम् अस्माभिः चर्चितं तदस्ति पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम्. अपि च द्वितीयम् अस्ति अपरनिमित्तिकम्. अपरनिमित्तिकम् इति अग्रे आयोस्यति, पश्यामः. पूर्व उपस्थितनिमित्तकमपि अस्माकं करपत्रे पुनः अस्ति, तदपि पश्यामः. अस्माभिः तु एकम् उदाहरणं चर्चितम् इति तत्र प्रथमवाक्यम्. इदानीम् अग्रे पठतु भगिनि. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. बलवत् इत्युक्ते बलम् अधिकम् अस्ति इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनं सम्यक् भवति. किमर्थं किमर्थं बहिरङ्गशास्त्रस्य असिद्धत्वात् अन्तरङ्गे बहिरस्य असिद्धत्वात् कारणम् इति अवगच्छामि. सत्यं बहिरङ्गसूत्रम् असिद्धम् अस्ति चेत् तत्र किमर्थं बलाबलस्य चिन्तनं तत्र किमर्थं बलीयः इति वदामः, किमर्थम् अन्तरङ्गसूत्रं बलीयः इति किमर्थं वदामः यदा एकं सूत्रस्य अस्तित्वमेव नास्ति. अन्यसूत्रस्य दृष्ट्या एकस्य बहिरङ्गसूत्रस्य अस्तित्वमेव नास्ति चेत् तर्हि किमर्थं बलवत् इति वदामः. तदर्थम् अत्र उक्तमस्ति बलवत् इत्यस्य अपेक्षया पूर्वस्मिन् वाक्ये किम् उक्तं, नित्याद् अपि अन्तरङ्गं बलीयः इति उक्तम्. तर्हि तत्र बलीयः इति वदनस्य अपेक्षया अन्तरङ्गे बहिरङ्गम् असिद्धम् इति वदनमेव उचितं. किमर्थम् इति चेत् बहिरङ्गसूत्रम् असिद्धम् अस्ति चेत् तत्र किमर्थं बलाबलस्य चिन्तनम् इति तदर्थं तत्र तथा उक्तम्. अग्रे अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी असः अर्थः एवं भवति, द्वयोः सूत्रयोः समकालप्राप्ति अवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. समकालप्राप्ति इति निमित्तं लिखितमस्ति द्वयोः सूत्रयोः, तत्समये अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. विषयसप्तमी अन्तरङ्गे इत्यनेन, अन्तरङ्गे इत्युक्ते अन्तरङ्गस्य विषये बहिरङ्गम् असिद्धम् अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि ब नामकं सूत्रम् अनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन अ इति अन्तरङ्गसूत्रेण इदं ब सूत्रम् असिद्धम्. यद्यपि असूत्रं प्रति ब सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. ओ वयम् अन्तरङ्गबहिरङ्गस्य चर्चा कर्तुं समये नित्यसूत्रं परसूत्रम् इति कथनस्य आवश्यकं नास्ति इति लिखितमस्ति असिद्धत्वात्. आवश्यकं नास्ति, परन्तु अत्र परिभाषेन्दुशेखरे एकं वाक्यमस्ति खलु, नित्याद् अपि अन्तरङ्गं बलीयः इति वाक्यमस्ति. तस्मिन् वाक्ये अपि इति शब्दः अस्ति, नित्याद् अपि. तर्हि अपि शब्दस्य कः अर्थः इति चेत् अपि इति शब्देन न केवलं नित्यसूत्रस्य ग्रहणं, तत्र परसूत्रस्यापि ग्रहणं, नित्यसूत्रस्यापि ग्रहणं परसूत्रस्यापि ग्रहणं. तर्हि द्वयोः अपेक्षया अन्तरङ्गसूत्रं बलवत्, यतोहि बहिरङ्गसूत्रम् असिद्धम् अस्ति. तदर्थम् अत्र उक्तमस्ति ब नामकसूत्रम् इत्युक्ते बहिरङ्गसूत्रम्, अनामकसूत्रम् इत्युक्ते अन्तरङ्गसूत्रम्. तर्हि इदानीं सूत्रद्वयमस्ति, द्वयोः समकाले प्राप्तिः, एकस्मिन्नेव सन्दर्भे द्वयोः युगपत् प्राप्तिः अस्ति, तदानीं प्रसक्तिः अस्ति. तदानीं तत्र किं भवति, वयम् इदानीं निर्णयं कुर्मः, एकं सूत्रं बहिरङ्गम् अस्ति ब इति सूत्रमस्ति, अन्यत् सूत्रमस्ति अन्तरङ्गम् अ इति सूत्रमस्ति. तर्हि अ इति यत् सूत्रमस्ति अन्तरङ्ग सूत्रम्, अपि च ब इति यत् सूत्रमस्ति, ब इति सूत्रं बहिरङ्गसूत्रं परसूत्रं भवितुमर्हति अथवा नित्यसूत्रं भवितुमर्हति, तथापि तत्र अन्तरङ्गसूत्रस्यैव अधिकं बलं. किमर्थमिति चेत् तत्र बहिरङ्गसूत्रम् असिद्धम् असिद्धमस्ति इति कृत्वा अन्तरङ्गसूत्रस्यैव कार्यं तत्र भवति. अस्तु, इत्यञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. पर वा नित्यं वा सूत्रम् अस्ति चेत् अपि बहिरङ्गम् अस्ति चेत् असिद्धं भवति नित्यादपि अन्तरङ्गं बलीः सूत्रस्य कारणात्. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे इति. हा, किमर्थं बहिरङ्गसूत्रम् असिद्धम् इति चेत् तदर्थं परिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा स्मर्तव्यं. बहिरङ्गकार्यस्य विषये अन्तरङ्गस्य कार्यस्य विषये बहिरङ्गम् असिद्धम् अन्तरङ्गस्य विषये बहिरङ्गम् असिद्धम् इति तत्र असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा अस्तु. उक्तं खलु? प्रश्नः अस्ति वा? हा आं भगिनि, तत्र अस्मिन् परिभाषायां तु पूर्वपरनित्या अन्तरङ्ग अपवादानुत्तरोत्तर बलीयः इति उक्तं, तत्र तस्मिन् तु अपवादस्य असिद्धत्वात् इत्यत्र किमपि न उक्तं, परन्तु अत्र अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति उक्तं, तत्र क्लेशः भवति न किल? असिद्धत्वं बलीयः द्वयोः किमपि अन्यत् विचारः अस्ति वा? न, किं पुनः पृच्छतु, न बुद्धम्. तत्र अन्तरङ्गस्य विषये बहिरङ्गम् असिद्धम् इति उक्तं. हा सत्यं, परन्तु यत् परिभाषा वयं पठितवन्तः तत्र पूर्वपरनित्यान्तरङ्ग अपवादानुत्तरोत्तरं बलियः इति उक्तं, तत्र नित्यसूत्रस्य अपेक्षया पूर्वपरनित्य अन्तरङ्गस्य अपेक्षया अपवादसूत्रं बलीयः इति उक्तं, तत्र एकमेकं नीत्वा यदि बलीयः इति उक्तं तत्र बहिरङ्गसूत्रं तत्र नास्ति, अपि च बहिरङ्गसूत्रे न बहिरङ्गसूत्रमेव तत्र नित्यसूत्रम् अथवा परसूत्रम्. ओहो अस्तु, इदानीम् अत्र बहिरङ्गसूत्रम् अपवादसूत्रम् इति चिन्तयतु. हा, यदि बहिरङ्गसूत्रम् अपवादसूत्रं तदानीम् अन्तरङ्गसूत्रस्य कार्यं न भवति, यतोहि बहिरङ्गं बलवत् भवति. तदानीम् इयं परिभाषा तत्र न प्रवर्तते. अस्तु, यदि तत्र एकं सूत्रं बहिरङ्गम् इति यत् अस्ति तत् सूत्रम् अपवादः इति वदामः चेत् अन्यस्य चिन्तनमेव नास्ति. अपवाद सर्वस्य अपेक्षया अपवादस्य बलम् अधिकम् अस्ति, अतः एकं सूत्रम् अपवादः इति अपवादसूत्रम् इति चिन्तयामः चेत् तदानीम् अन्तरङ्गं वा परं वा नित्यं वा इति किमपि चिन्तनं नास्ति तत्र. अस्तु, तर्हि नित्यसूत्रं न बहिरङ्गसूत्रं परं परसूत्रमपि भवितुमर्हति, नित्यसूत्रमपि भवितुमर्हति, अपि च अपवादसूत्रमपि भवितुमर्हति किल भगिनि? हा, अपवादसूत्रमपि भवितुमर्हति. यदा अपवादसूत्रम् इति वयं जानीमः तदानीम् अन्तरङ्गं बहिरङ्गम् इति चिन्तनमेव न कुर्मः. हा, न कुर्मः, सत्यं, तत्र तु तदेव बलवत् भवति सर्वेषाम्. अस्तु, अवगच्छामि, धन्यवादः. किमर्थं तस्य विषये अत्र न उक्तम् इति चेत् अत्र बहिरङ्गम् असिद्धम् इति उक्तम्. इदानीम् अत्र बहिरङ्गम् अपवादः अस्ति चेत् असिद्धं न भवति इति वदामः चेत् अस्माकं मनसि किञ्चित् भ्रमः भवति कृत्वा तत्र. यतोहि वयं जानीमः सर्वस्य अपेक्षया अपवादसूत्रं बलवत् अस्ति. बलवत् अस्ति, अस्तु अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे अरविन्द महोदय. एकः प्रश्नः, प्रश्नः अस्ति, नित्यात् अपि अतरङ्गं बलीयः, नित्यसूत्र वयं अर्लियर् जानीमः सुदादि श नित्यसूत्र आसीत्, परन्तु अत्र कथं वयं जानीमः कः सूत्र नित्य अस्ति परः? यतपूर्वं चर्चितं खलु, कृताकृतप्रसङ्गी यः विधिः सः विधिः नित्यः. अत्रापि वयं द्रष्टुं शक्नुमः इदानीं भ नामकसूत्रं कृताकृतप्रसङ्गी अस्ति वा न वा इति पश्यामः. यथा अस्माभिः तत्र असुस्रुवत् इत्यत्र अस्माभिः चर्चितं, पुगन्तलघुपदस्य च अपि च अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ अनयोः मध्ये नित्यस्य प्रभावः अस्ति वा इति अस्माभिः चर्चितं खलु. तत्र पश्यामः एकस्य कार्यस्य अनन्तरमपि अन्यस्य कार्यं भवति वा इति पश्यामः, तदानीं नित्यसूत्रम्. अत्र यदि कृत् अकृत् प्रसङ्गी अस्ति वा नास्ति तर्हि एव वयं पूर्व कृत् अकृत् सम्बन्धे नित्यमिति वदामः. हा, तर्हि तदानीमेव नित्यं वदामः. धन्यवादः. इत्युक्ते परसूत्रम् इत्युक्ते तत्र सङ्ख्यां दृष्ट्वा वयं ज्ञातुं शक्नुमः एकं सूत्रं परसूत्रं वा इति चेत् द्वयोः सूत्रयोः मध्ये सङ्ख्यां पश्यामः चेत् यस्य परसङ्ख्या अस्ति तत् सूत्रं परसूत्रं परन्तु नित्यसूत्रम् इति कथं जानीमः यथा अस्माभिः पूर्वं चर्चितं यस्य सूत्रस्य कार्यम् अन्यस्य सूत्रस्य पूर्वम् अपि भवितुमर्हति अपि च अन्यस्य सूत्रस्य कार्यानन्तरमपि यस्य सूत्रस्य प्रसक्तिः भवति तादृशसूत्रं नित्यसूत्रम् अस्तु इदानीम् अरविन्द महोदय ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गं बहिरङ्गम् अन्तरङ्गशब्दे भागद्वयम् अन्तर् योगः अङ्गम् अन्तर् इत्युक्ते मध्ये कस्य मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतभागः अन्तरङ्गशास्त्रस्य निमित्तम् अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायस्य बहिर्भूतभागः बहिरङ्गशास्त्रस्य निमित्तम् तदनन्तरम् अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते अत्र अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये इत्युक्ते निमित्तसमुदायम् अस्ति चेत् पूर्व परनित्य अन्तरङ्गशास्त्राणां समुदायम् अस्ति चेत् तत्र अन्तर्भूत अङ्गानि निमित्तानि यत् भवति तत् सूत्रम् अन्तरङ्गसूत्रम् इति वक्तुं शक्यते एवं तदीय निमित्तसमुदायात् बहिरङ्गं बहिर्भूत अङ्गं बहिरङ्गं तयोः पूर्वनित्य अन्यसूत्राणां मध्ये यत् सूत्रं बहिर्भूताङ्गं भवति तस्य बहिरङ्गम् इति उच्यते अन्तरङ्ग इति शब्दे भागद्वयं वर्तते अन्धः इत्युक्ते मध्ये शास्त्रीय बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये इति अवगच्छामः चेत् तस्य अर्थं सम्यक् भवति एवम् अङ्गम् इत्युक्ते पूर्वमेव उक्तमस्ति निमित्तम् इति कारणात् मध्ये यद् निमित्तं भवति तत् अन्तर्भूतभागः अन्तरङ्गशास्त्रस्य निमित्तं भवति अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदाय बहिर्यत् भवति तत् बहिर्भूतभागः इति कारणेन बहिर्शास्त्रस्य निमित्तं भवति समीचीनं महोदय सम्यक् इत्युक्ते तत्र अङ्गम् इत्यस्य अर्थः निमित्तम् इति पूर्वम् उक्तम् अन्तर् इत्यस्य अर्थः इत्युक्ते मध्ये भगिनि न श्रूयते भगिनि विद्या भगिनी भग्नः जातः इति चिन्तयामि Thank you. मम एकः प्रश्नः अस्ति, अन्तरङ्गशास्त्र अपि च बहिरङ्गशास्त्र इत्युक्ते शास्त्रद्वयं तस्य नाम वर्तते वा? सूत्राणां समुदायः एव शास्त्रं तत्र. ओ अस्तु अस्तु, सूत्राणां समुदाय शास्त्र अस्तु. तर्हि निमित्तसमुदाय अर्थः कः? निमित्तसमुदाय यदि त्रीणि चत्वारि सूत्राणाम् एकस्मिन् समये कार्यं कर्तुं शक्यते चेत् तानि सर्वाणि सूत्राणि समुदायम् इति उच्यते. तस्मिन् समुदाये कस्मिन् सूत्रं निमित्तं प्रथमं निमित्तं भवति पूर्वनित्यसूत्रात् तत्सूत्रम् अन्तरङ्गम् इति उच्यते. अन्यसूत्रं पूर्वं नित्यम् एवं बहिरङ्गस्य समुदायस्य मध्ये आयाति. तत्कारणेन बहिर्भूतत्वात् असिद्धत्वं भवति. एकम् अन्य महोदय, प्रकरणम् अपि श्रूयते वा? अत्र एफ् सि सि तत्र किमर्थं तत्र भग्नः अभवत् एफ् सि सि? अस्तु, अत्र लक्षणम् इत्यस्य कः अर्थः इति पृष्टवती खलु, कोऽपि वदति वा लक्षणम् इत्यस्य कः अर्थः? किमर्थमत्र लक्षणम् इति उक्तं? तत्र लक्षणम् इति सामान्यतया कुत्र वदामः? न्याये वदामः खलु, शास्त्रे डेफिनेशन् इति वक्तुं शक्नुमः. तत्र किमर्थं डेफिनेशन् कुर्मः? यत् प्रमाणम् अस्ति यत्र लक्षणम् अस्ति चेत् एव वस्तुसिद्धिः भवति न? अपि च लक्षणप्रमाणाभ्यां वस्तुसिद्धिः दृश्यते. हा इत्युक्ते लक्षणं किमर्थं कुर्मः? हा लक्षणं किमर्थं कुर्मः इति चेत् तस्य अर्थम् अवगन्तुं परिभाषा कर्तुं शक्नुमः, परिभाषां कुर्मः खलु. तत्र अत्र लक्षणम् इति किमर्थम् उच्यते? अरविन्द महोदय वदतु, किम् उक्तवान्? लक्ष्यते अनेन यस्य सूत्रस्य लक्षणेन इति, यस्य सूत्रं लक्ष्यते तस्य कारणेन निमित्तं भवति, तदेव तस्य लक्षणम्. हा इत्युक्ते अत्र वस्तुतः लक्षणम् इति किमर्थं कुर्मः इति चेत् अत्र लक्षणम् इत्युक्ते व्यवहारः वा व्यावर्तनं वा लक्षणं, व्यवहारो वा व्यावर्तनं वा लक्षणम् इति उच्यते. तर्हि व्यवहारार्थं व्यवहारार्थं लक्षणं कुर्मः इत्युक्ते तत् तस्य तस्मिन् विषये कथं व्यवहर्तव्यम् इति तदर्थं तत्र व्यवहारः क्रियते. अपि च तत्र व्यावर्तनार्थम् इत्युक्ते अन्येभ्यः इदं पृथक्, यदि अहं वदामि नीलं पुस्तकम् इति वदामि चेत् तत्र बहूनि पुस्तकानि सन्ति, तेषु तेभ्यः अहम् इदं नीलं पुस्तकं पृथक् कर्तुम् इच्छामि, तदानीं तत्र लक्षणम् इति उच्यते. यत्र कस्यचित् पदस्य अथवा पदार्थस्य पृथक् कर्तुम् इच्छामः अन्येभ्यः, तदानीं लक्षणम् इति वदामः. अत्र लक्षणम् इति किमर्थम् उक्तम्? अन्तर्बहिरङ्गयोः लक्षणम् इति उक्तम् इति चेत् अन्ये बहवः विषयाः सन्ति, तेभ्यः अन्तरङ्गम् इति कथम् अस्ति, अन्तरङ्गं कथं पृथक् अस्ति इति चेत् तस्य डेफिनेशन् किम् इति चेत् अत्र उक्तमस्ति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम्. तत्र अन्तरङ्गम् इत्यस्य अर्थः कः इति एकं दीर्घं वाक्यम् अस्ति. दीर्घं वाक्यं दृष्ट्वा भीतिः मास्तु. अत्र किमुक्तम्? अन्तर्मध्ये इति उक्तम्. अन्तर्मध्ये इति वयम् अवगच्छामः, अन्तर् इत्युक्ते मध्ये इति अर्थः. तर्हि बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, तर्हि अन्तरङ्गम् इत्युक्ते किम् इति चेत् अत्र एकमस्ति बहिरङ्गं, तत्र बहिरङ्गस्य शास्त्रीय इत्युक्ते सूत्रं, बहिरङ्गसूत्रस्य निमित्तसमुदायः अस्ति यथा अस्माभिः चर्चितं, तत्र पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायः अस्ति. तस्य निमित्तसमुदायस्य अन्तर्भूतानि अङ्गानि निमित्तानि यस्य इत्युक्ते बहिरङ्गशास्त्रस्य बहिरङ्गसूत्रस्य निमित्तसमुदाय यानि यानि निमित्तानि सन्ति तेषु निमित्तेषु अन्तर्भूतम् अस्ति अन्तरङ्गसूत्रस्य निमित्तानि इति तादृशमस्ति चेत् तत्सूत्रम् अन्तरङ्गम् इति वदामः. बहिरङ्गसूत्रस्य निमित्तसमुदायस्य मध्ये अस्ति अन्तरङ्गसूत्रस्य निमित्तानि, तदानीं तद् अन्तरङ्गसूत्रम्. तर्हि बहिरङ्गसूत्रं किम्? एकं सूत्रम् अन्तरङ्गं चेत् अन्यसूत्रं बहिरङ्गं. किं तत्र भ्रमः जायते यत्र अन्तर् मध्ये, तत्र अन्तर् इति मध्ये इति स्वीकृतं चेत् अन्तर् मध्ये तत्र मध्ये इति द्विवारम् आगच्छति न, तत्र अन्तर् इति अन्तरङ्गम् इति पारिभाषिकशब्दस्य एव तत्र मध्ये इति स्वीकरणं कर्तुं चेत् समीचीनं भवति. अन्तर्भूतानि अङ्गानि, अन्तर्भूतानि अङ्गानि तत्र वि मध्ये इति न स्वीकरणीयम्. अन्तर्भूतानि अङ्गानि इत्युक्ते बहिरङ्गशास्त्रस्य मध्ये एव अर्थः तत्रापि, तत्रापि मध्ये एव भ्रमात्मकः अस्ति. भ्रमात्मकः अस्ति अन्तर् इति मध्ये इति सर्वत्र नास्ति, केवलम् अन्तरङ्गशब्दस्य परिभाषा अस्ति चेत् तत्रैव मध्ये इति शब्दम् आयाति, न अन्यत्र. अन्तर्मध्ये इत्युक्ते अत्र बहिरङ्गशास्त्रस्य निमित्तस्य मध्ये निमित्तानि यानि सन्ति तेषु मध्ये यस्य निमित्तानि भवन्ति तद् अन्तरङ्गम् इति अवगच्छामः चेत् तत्र समीचीनम्. अपि च यद् तादृशं नास्ति तद् बहिरङ्गम्. तर्हि इदानीं तत्र एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गं बहिरङ्गम् इत्युक्ते बहिरङ्गशास्त्रस्य निमित्तानि सन्ति खलु, तस्मिन् मध्ये यस्य निमित्तम् अस्ति तदेव अन्तरङ्गं. तादृश अन्तरङ्गस्य बहिः यदस्ति, बहिः यानि निमित्तानि सन्ति तानि बहिरङ्गम् इति तत्र सरलतया अवगन्तुं शक्नुमः. कोऽपि प्रश्नः अस्ति वा? आं भगिनि, अन्तरङ्गस्य अन्तरङ्गसूत्रस्य निमित्तानि सन्ति, ये निमित्तानि बहिरङ्गसूत्रस्य निमित्तानि अपि भवन्ति किल? तस्य मध्ये मध्ये मध्यभागः अस्ति इत्युक्ते तत्र बहिरङ्गसूत्रस्य यानि निमित्तानि सन्ति तेषु निमित्तेषु अन्तरङ्गसूत्रस्य अपि निमित्तानि सन्ति. अत्र अन्तिम भागः इति लिखितमस्ति, अतः अनया रीत्या अन्तरङ्गशास्त्रस्य शास्त्रीयनिमित्तसमुदायात् बहिर्भूतभागः यथा अस्माभिः अस्माकम् उदाहरणे दृष्टं खलु, तत्र किमासीत् अस्माकम् उदाहरणम्? अयोगः त इत्यत्र असुश्रु अयोगः त इति सम्पूर्णं बहिरङ्गशास्त्रस्य निमित्तसमुदायः अस्ति. असुश्रु अयोगः त इति बहिरङ्गशास्त्रस्य निमित्तसमुदायः अस्ति. तस्य मध्ये किम् अस्ति? असुश्रु अ इति अन्तरङ्गशास्त्रस्य निमित्तसमुदायः अस्ति. तर्हि मध्ये अस्ति खलु अन्तरङ्गशास्त्रस्य, तर्हि असुश्रु अ इति अन्तरङ्गम् अस्ति, असुश्रु अ इत्यस्य बहिर्भूतः भागः अस्ति त इति अस्ति. तर्हि सम्पूर्णं असुश्रु अ त इति सम्पूर्णं बहिर्भूतभागः अस्ति. इत्युक्ते वन् इस् इन्सैड् दि अदर्. अवगतं भगिनि? भगिनी, अन्तर् मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये इति पदद्वयम् अस्ति खलु, तस्य सम्बन्धः विशेषविशेषणभावः एव खलु? पुनः वदतु, अन्तर्मध्ये द्वयोः पदयोः अन्तर्मध्ये तदनन्तरं अन्तर्मध्ये तदनन्तरं बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये तयोः सम्बन्धः विशेषविशेषणम् इति वक्तुं शक्यते वा? कथं प्रदर्शयतु? बहिरङ्गशास्त्री शास्त्रीयनिमित्तसमुदायमध्ये तस्य एव विशेषणम् अस्ति खलु अन्तर्मध्ये इत्यस्य इति पदं न अत्र अत्र अन्तर् इत्युक्ते मध्ये इति अर्थः. तर्हि तत्र कथम् अवगन्तव्यम् इत्युक्ते बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि निमित्तानि यस्य तद् अन्तर् तद् अन्तरङ्गम् इति अस्ति. यतः अन्तर् इत्युक्ते मध्ये इति अर्थः. अत्र विशेषणविशेषभागः नास्ति. अन्तरङ्गविषये बहिरङ्गविषयम् असिद्धं कथं विशेषविशेषभावम् आगच्छति? अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदाये इति अस्ति. तत्र अन्तर्मध्ये इति विशेषणम् अस्ति चेत् प्रदर्शयतु. अन्तर्मध्ये इति एव बहिरङ्गशास्त्रीयनिमित्तसमुदायम् इति अस्ति वा? द्वयोः अभेदः अस्ति वा इति चिन्तितवती, न जानामि. न कथमस्ति अभेदः प्रदर्शयतु. बहिः अन्तः इति पदम् अस्ति खलु, तत्र अन्तः इति तादृश अर्थः कस्यापि अन्ते इन्सैड् इति भवति चेत् तेषु मध्ये तस्मिन् मध्ये इति अर्थः भवति चेत् बहिरङ्गशास्त्रनिमित्तसमुदायमध्ये तस्य अन्तर्मध्ये तेषां निमित्तसमुदायस्य अन्तः तस्मिन् मध्ये इति भवति वा इति चिन्तितवती. अन्तर्मध्ये इत्युक्ते भवती किं वदति चेत् मध्ये यदस्ति तदेव बहिरङ्गशास्त्रीयसमुदायस्य मध्ये इति वदति खलु? इति वक्तुं शक्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये यदस्ति तदेव अन्तर्मध्ये अस्ति इति वक्तुं शक्यते. परन्तु तदनन्तरं तत्र अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् इति उक्तं खलु? तत्तु भिन्नमस्ति. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये इति वदामः चेत् बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये यदस्ति तदेव मध्ये अस्ति, अन्तर्मध्ये अस्ति. तस्य अन्तः पुनः मध्ये इति चिन्तयितुं शक्नुमः. अस्तु, तर्हि इदानीम् अन्तिमवाक्यं तत्र भवतेव पठतु. आं भगिनि, इत्थञ्च अन्तर्भूतनिमित्तिकत्वं अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तद् अन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गम्. अन्तर्भूतनिमित्तिकत्वम् एव अन्तरङ्गत्वम् इति वदति. यस्य सूत्रस्य निमित्तम् अन्यसूत्रस्य निमित्तसमुदायस्य अन्तः भवति चेत् तत् अन्तर्भूतनिमित्तं भवति, तत्र तस्य भावः अन्तरङ्गत्वम् इति भवति, तदेव अन्तरङ्गत्वं भवति. इदानीं बहिरङ्गशास्त्रं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तसमुदायस्य मध्ये अन्तरङ्गसूत्रस्य निमित्तं वर्तते चेत् तत् अन्तरङ्गं भवति. बहिरङ्गशास्त्रम् इत्यस्य वदनेन नित्यशास्त्रं नित्यसूत्रं न चेत् परसूत्रं भवेत्. तेषां निमित्तसमुदायस्य अन्तर्भागे अन्तरङ्गसूत्रस्य निमित्तानि भवेत् भवति चेत् तत् अन्तरङ्गं तत् अन्तरङ्ग तस्य भावः अन्तरङ्गत्वं च इति उक्तम् अत्र. भगिनी अत्र पश्यतु, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये इत्यत्र विशेषणविशेषभावः नास्ति. अत्र पश्यतु, अन्तर् अन्तर् इत्यस्य अर्थः अस्ति मध्ये इति अर्थः. अन्तर् इत्युक्ते मध्ये इति अर्थः. कस्य मध्ये इति वदामः चेत् बहिरङ्गशास्त्रे निमित्तसमुदाय मध्ये इति तथा तत्र सम्बन्धः अस्ति. कस्य मध्ये इति तत्र स्थापनीयम्. अन्तर् इत्युक्ते मध्ये, कस्य मध्ये इति चेत् बहिरङ्गशास्त्रे निमित्तसमुदाय मध्ये. तर्हि मध्ये अपि च बहिरङ्गशास्त्रे मध्ये अनेन विशेषविशेषभावः नास्ति. अत्र अन्तर् मध्ये इत्युक्ते अन्तर् इत्युक्ते मध्ये इति अर्थः. तत्र अन्तर् अपि मध्ये इति पुनः किमर्थम् उक्तम् इति चेत् अन्तर् इत्यस्य अर्थः कः? मध्ये इति अर्थः. कस्य मध्ये इति चेत् बहिरङ्गशास्त्रे निमित्तसमुदाय मध्ये. अतः विशेषविशेषभावः नास्ति. अपि च अन्तिमवाक्ये अत्र किमुक्तम् इति चेत् अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वम् इति उक्तम्. तर्हि तस्य यत् अस्माभिः पूर्वस्मिन् परिच्छेदे पठितं तस्यैव विवरणम् अस्मिन् परिच्छेदे. तर्हि सारांशरूपेण वदामः अन्तरङ्गं किम् इति चेत् अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इति एकं विधं. तदेव तत्र पूर्व उपस्थितनिमित्तकम् इति तत्र प्रकारद्वयम् अस्मिन् करपत्रे वयं पठामः इति उक्तं खलु. अन्तरङ्गम् इति प्रकारद्वयं पठामः. एकमस्ति पूर्व उपस्थितनिमित्तकम्. पूर्वोपस्थितनिमित्तकम् इत्यस्य एव अत्र अन्तर्भूतनिमित्तकत्वम् इति उक्तम्. अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इति यद् उक्तम् अस्ति तदेव तत्र पूर्वोपस्थितनिमित्तकं यत् अस्माभिः तत्र उदाहरणं दृष्टम् असुश्रुयोगः इति दृष्टं खलु. तदेव तत्र अन्तर्भूतनिमित्तकम्. तर्हि इत्युक्ते तत्र किम् इति चेत् बहिरङ्गशास्त्रे बहूनि निमित्तानि भवन्ति. तेषां समुदायमध्ये यस्य सूत्रस्य निमित्तानि भवन्ति तद् अन्तरङ्गम् इति तत्र विवरणं दत्तमस्ति. अत्र स्पष्टमस्ति वा? भगिनि, यदि सामान्यतया वयं एतादृशम् अङ्गकार्यं कुर्मः तथा प्रथमः प्रत्ययः कः इति चिन्तयित्वा तस्मात् पूर्वं कार्यं भवति. तदनन्तरं पुनः द्वितीयः प्रत्ययः अस्ति चेत् तस्मात् पूर्वं पुनः कार्यं भवति. तत्तु सामान्यतया तादृशमेव भवति खलु इति चिन्तयामः चेत् इदानीम् अन्तरङ्गम् इति सर्वदा वयं यत् प्रथमम् अस्ति तस्य कार्यमेव कृत्वा एव बहिः यत् अस्ति तस्य कार्यं कुर्वन्ति खलु. तदा सत्यम् इति सामान्यव्यवहारः सर्वत्र सामान्यतया एवं भवति. यत्र तत्र गणस्य कार्यं भवति, भूयोगः, शप्योगः, ति इति अस्ति चेत् शप् निमित्तीकृत्य प्रथमं कार्यं भवति, तदनन्तरं तिङ् प्रत्यनिमित्तीकृत्य कार्यं भवति इति सर्वं समीचीनम् अस्ति. तत्र किमर्थम् एतादृशम् आगतं? किमर्थं शप् निमित्तीकृत्य एव प्रथमं कार्यं करणीयम् इति किमर्थम् आगतम् इति चेत् तत् अन्तरङ्गं बहिरङ्गम् इति विषये सर्वं विचिन्त्य एतादृशप्रक्रिया अस्ति इति वयम् उक्तवन्तः. तत्सर्वं चिन्तनं जातं चेत् तत्रापि भूयोगशप्योग तत्र अपि अन्तरङ्गशास्त्रं प्रवर्तते इति वक्तुं शक्नुमः वा? तत्रापि सर्वत्र बहुत्र प्रवर्तते, परन्तु यत्र सामान्यप्रक्रिया अस्ति तत्र वयं न चिन्तयामः. यतोहि तत्र वयं जानीमः सर्वत्र विकरणप्रत्ययम् आश्रित्य कार्यं भवति इति प्रथमं वयं कुर्मः. परन्तु किमर्थम् एतादृशक्रमः किमर्थम् आगतम् इति चेत् तत्रापि बहिरङ्गम् अन्तरङ्गम् इत्यस्य चिन्तनम् अस्ति एव. परन्तु तत्र सामान्यप्रक्रिया अस्ति इति कृत्वा तत्र अधिकम् अवधानं न ददामः. तत्र अधिकम् अवधानं न दद्मः तत्र. परन्तु अत्र यत्र अशुश्रुयोगः एतादृशसन्दर्भेषु तत्र बहु प्राधान्यं वर्तते. अत्र च प्रायः मूढः प्रश्नः भगिनि, अशुश्रुयोग आयोगत् इति इत्यस्मिन् प्रसङ्गे च अशुश्रुयोग आ इति प्रथमतया करोति चेत् तत्र स्वाभाविकतया एतत् अचिष्णुधातुपूर्वमेव आगच्छति. तदनन्तरं त् इति इत्यस्य निमित्तीकृत्य अङ्गकार्यं करोति चेदपि क्लेशः नास्ति तत्र खलु. क्लेशः नास्ति, सत्यम्. अ इति निमित्तीकृत्य प्रथमं कार्यं करोति, तदनन्तरं त प्रत्ययं योजयामः चेत् क्लेशः एव नास्ति. परन्तु तत्र अवगमनार्थम् अन्तरङ्गं बहिरङ्गम् इति कथम् अस्ति इति अवगमनार्थं तत् प्रदर्शितमस्ति. एवमेव तत्र भूयोगः शप्योगः इति इत्यत्रापि बहुत्र एतादृशचिन्तनं भवति, परन्तु अत्र उदाहरणं रूपेण प्रदर्शितमस्ति. किमर्थम् इति चेत् अवगमनार्थं, तत्र तत्त्वस्य अवगमनार्थं, सिद्धान्तः कः इति अवगमनार्थं प्रदर्शितमस्ति. अस्तु भगिनि, धन्यवादः. अस्तु, इदानीं तत्र कः, ललिता भगिनी एकवारं वदति वा अन्तरङ्गम् इत्यस्य विषये किम् अवगतम्? प्रयत्नं करोमि भगिनि. अन्तरङ्गम्, अन्तरङ्गं मीन्स् इन् बिट्वीन्, लैक् देर् आर् लाट् आफ् निमित्तास् आर् देर् अण्ड् अधिकानि निमित्तिकानि अस्ति, मध्ये कस्य मध्ये अस्ति, बहिरङ्गसूत्र सूत्रमध्ये अस्ति चेत् तत् अन्तरङ्गम्. बहु समीचीनं, भवती अवगतवती सम्यक् इति सारांशः. बहु सरलरीत्या वक्तव्यं चेत् एवं वक्तुं शक्यते, बहिरङ्गसमुदायस्य मध्ये यदस्ति तत् अन्तरङ्गं, तद् एकविधम् अस्ति अन्तरङ्गं, सर्वत्र तथा एव अस्ति इति नास्ति. अत्र यत् लक्षणम् उक्तम् अति अस्ति तत् एकविधस्य अन्तरङ्गस्य विषये उक्तमस्ति, तदेव अन्तर्भूतनिमित्तकत्वम् अथवा पूर्व उपस्थितनिमित्तकत्वं, पूर्वोपस्थितनिमित्तं यथा तत्र अशुश्रूयोगः अ इत्यत्र निमित्तं पूर्वम् उपस्थितं, तदेव अन्तर्भूतनिमित्तकत्वम्, उभयमपि समानमेव. अस्तु, अग्रे गच्छामि वा? प्रश्नः अस्ति वा? अस्तु, अग्रे शोभा भगिनी पठतु. आं भगिनि, अस्तु, तत्र इत्यञ्च तत्र एव किल, तदभवत् अग्रे. उपर्युक्तं यत् अन्तरङ्गम्, अस्तु, उपर्युक्तं यत् अन्तरङ्गं बहुविधम्, अत्र प्रकारद्वयं प्रदर्श्यते. पूर्वोपस्थितनिमित्तिकम् अन्तरङ्गं, पूर्वोपस्थितनिमित्तिकस्याप्यन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वम् एव उपस्थितं वर्तते तदपि अन्तरङ्गम्. अस्य बोधनार्थं दृष्टान्तो दीयते. सिव् धातुः योगः न प्रत्ययः, स्योन शब्दः, न इति उणादिप्रत्ययः, तत्र सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः इति दत्तम्. सिव् योगः न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति, लोपो व्योर्वलि, छ्वोः शूङ्नु नासिके च शूड्, ओ शूड्, क्षमतां, शूड् नु नासिके च शूडनुनासिके, आम् आम्, अत्र अकारः अपि अस्ति, क्षम्यतां, शूडनु च्वोः शूडनुनासिके च पुगन्तलघुपदस्य च त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. अस्तु, एकैकं वाक्यं स्वीकृत्य प्रयत्नं करोमि भगिनि. तत्र पूर्व उपस्थितानि निमित्तिकम् अन्तरङ्गम्, पूर्व उपस्थितानि निमित्तिकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्. अस्तु, तत्र पूर्वमेव उपस्थितं वर्तते इत्युक्ते पूर्वसूत्रे यानि निमित्तानि सन्ति उपस्थितानि सन्ति. पूर्वसूत्रे इति किमर्थं वदति? पूर्वसूत्रे अस्तु, तत्र यस्य सूत्रस्य, यस्य यस्य सूत्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम् इत्युक्ते तत्र अन्तर्भूतनिमित्तकत्वम् इति यदुक्तं तदेव अत्र अस्ति. यद् अस्माभिः परिशीलितम् असुश्रुयोगः अयोगः त इत्यत्र असुश्रुयोगः अ इति यद् निमित्तं पूर्वम् अस्ति तदेव पूर्वोपसितनिमित्तकम् अस्तु अस्तु तदेव अस्ति भिन्नं नास्ति तदेव अस्ति पूर्वम् उपस्थितं यस्य निमित्तं तत् पूर्वोपस्थितनिमित्तकं तदेव अन्तर्भूतनिमित्तकं भिन्नं नास्ति समानमेव अस्तु अस्य बोधनार्थं दृष्टान्तो दीयते उदाहरणे स्युव् इति धातुः न इति प्रत्ययः तत्र तत्र कीदृशः प्रत्ययः भगिनि न प्रत्ययः न इति प्रत्ययः उणादिप्रत्ययः इति वदामः इत्युक्ते अत्र सामान्यतया तत्र प्रातिपदिकं भवति खलु सुबन्तपदनिर्माणार्थं प्रातिपदिकं भवति खलु तत्र प्रातिपदिकं द्विविधं भवति प्रातिपदिकं द्विविधम् अस्ति व्युत्पन्नप्रातिपदिकम् अव्युत्पन्नम् अस्ति अव्युत्पन्नम् इत्युक्ते तत्र मूले एव प्रातिपदिकम् अस्ति तस्य तत्र मूले एव प्रातिपदिकम् अस्ति तस्मात् सुप्रत्ययः विधीयते तत्र सुबन्तपदं निर्मीयते परन्तु तत्र द्वितीयविधं प्रातिपदिकं किम् अस्ति इति चेत् तत्र धातुं स्वीकृत्य प्रत्ययं योजयित्वा वयं प्रातिपदिकस्य निर्माणं कुर्मः तत् कथम् अस्ति इति चेत् अत्र धातुं स्वीकृत्य कृत् प्रत्ययं योजयामः चेत् तत्र प्रातिपदिकं निर्मीयते तत्र एकं सूत्रमस्ति कृत् तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति कृत्प्रत्ययस्य योजनेन तर्हि कृत्प्रत्ययेषु अन्यतमः अस्ति उणादिप्रत्ययः उणादिप्रत्ययः इति एकविधप्रत्ययः अस्ति तस्य योजनेन प्रातिपदिकं सिद्ध्यति अस्तु भगिनि तत्र न इति उणादिप्रत्ययः वस्तुतः क्षम्यतां वस्तुतः उणादिप्रत्ययः अत्र अष्टाध्याय्यां न सन्ति उणादिप्रत्ययः उणादिप्रत्ययः इति बहिः अष्टाध्यायः बहिः ते प्रत्ययाः सन्ति उणादिपाठः इति एकः अस्ति उणादिपाठः तत्र उणादिपाठे उणादिप्रत्ययः तत्र दीयन्ते उणादिप्रत्ययः इति अष्टाध्याय्यां तु एकमेव सूत्रमस्ति उणादयो बहुलम् इति एकमेव सूत्रमस्ति तेन सूत्रेण सर्वेषाम् उणादिप्रत्ययानां ग्रहणं भवति ते प्रत्ययाः तु अष्टाध्याय्यां न सन्ति बहिः सन्ति तर्हि प्रातिपदिकनिर्माणार्थं तेषां योजनं भवति धातुतः उणादिप्रत्ययं योजयित्वा प्रातिपदिकनिर्माणं भवति ते एव व्युत्पन्नप्रातिपदिकम् इति वदामः तेषां तत्र उत्पादनं भवति मया न दृष्टं धन्यवादः भगिनि अतः तत्र स्योन इति शब्दः उत्पन्नः तेन प्रक्रियाकरणेन तत्र स्युव् योगः न इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति लोपो व्योर्वलि इति सूत्रम् अपि च च्वोः शूडनुनासिके च इति अपि च पुगन्तलघुपदस्य च इति तृतीयसूत्रम् त्रिषु मध्ये कस्य प्राप्तिः भवति इति अस्मिन् विषये चिन्तनीयम् अग्रे आगच्छति तत्र तत्र सिव् इत्यस्य हलन्तधातुः अपि च न इति सिव् इति पुगन्तलघुपदस्य च इति जानामि किमर्थं चेत् तत्र लघु इकोर्णः अस्ति उपधायां प्रत्ययः न इति उणादिप्रत्ययः तर्हि किमर्थं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः तत्र अस्तु उणादिप्रत्ययः न जानामि भगिनि उणादिप्रत्ययस्य विषये भवती जानाति भवती उणादिप्रत्ययस्य विषये न जानाति उणादिप्रत्ययस्य विषये न जानाति परन्तु धातुतः विद्यमानः अस्ति खलु आम् आम् आम् सार्वधातुकम् अस्तु पुगन्तलघुपदस्य सार्वधातुकः अस्ति वा? न न, तत्र नास्ति. पुगन्तलघुपदस्य सार्वधातुक अर्धधातुकविषये इति आगच्छति. तत्र तु किं कृत् प्रत्ययः अपि च उणादि. पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः किमर्थं न तत्र तत्र न इति प्रत्ययः कीदृशप्रत्ययः? न इति प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा? इत्युक्ते अत्र धातुतः यः एकः प्रत्ययः अस्ति चेत् सः प्रत्ययः सार्वधातुकः भवति अथवा अर्धधातुकः भवति खलु? अत्र कीदृशः? तत्र तिङ्क्षित् नास्ति इति कृत्वा सार्वधातुकप्रत्ययः नास्ति, अतः अर्धधातुकः. तावदेव. अर्धधातुकप्रत्ययः भवति चेत् अर्धधातुकप्रत्यये परे अपि पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः अस्ति किल? सत्यं, तदर्थम् अत्र उक्तमस्ति पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति इति उक्तम्. अपि च नूतनसूत्रद्वयम् अस्ति, लोपो व्योर्वलि अपि च छोः शूड् अनुनासिके च इति सूत्रद्वयम् इति अस्ति. तस्मिन् विषये अधुना पठामः. अस्तु अस्तु, इदानीं राजी भगिनी पठतु. अस्ति वा? अस्तु तर्हि वंशी भगिनी पठतु. आं भगिनी, पठामि. लोपो व्योर्वलि इति सूत्रमस्ति. वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. वकारः च यकारः च व्यौ इतरेतरद्वन्द्वः तयोः व्योः. लोपः प्रथमान्तं, व्योः षष्ट्यन्तं, वलि सप्तम्यन्तं. त्रिपदम् इदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. व्योः लोपः वलि. अस्तु, तत्र वल् प्रत्याहारे वर्णः यदि परे अस्ति, तस्मात् पूर्वं यदि विद्यमानः वकारः नो चेत् यकारः अस्ति, तेषां लोपः भवति एतस्य सूत्रस्य कारणेन इति उक्तं भगिनि तत्र. तर्हि वल् प्रत्याहारे के के वर्णाः? वल् प्रत्याहारे वल् प्रत्याहारे सर्वे व्यञ्जनाः हकारः अपि च हकारः अपि यकारः विहाय सर्वे व्यञ्जनानि भवन्ति. हकारः अपि विहाय वा? हकारः अस्ति भगिनि, हकारः हकारः अस्ति, केवलं यकारं विहाय खलु? आम्, यकारं विहाय सर्वे व्यञ्जनानि सन्ति. सर्वाणि व्यञ्जनानि हकारं विहाय सर्वाणि व्यञ्जनानि. अत्र पश्यामः चेत् अत्र सिव्योगः न इत्यत्र प्रसक्तिः अस्ति वा? सिव्योगः न, नकार न प्रत्ययः तु वल् प्रत्याहारस्य वर्णः अस्ति, अतः वकारस्य लोपः भवितुम् अर्हति. अस्तु, भवति भगिनि, तत्र तु भवति. समीचीनं, तर्हि अत्र सूत्रमस्ति लोपः व्योः वलि. वलि इति सप्तम्यन्तम् अस्ति, परनिमित्तम् अस्ति. वलि इति सप्तम्यन्तम् अस्ति. वल् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तस्मात् पूर्वं व्योः लोपः. व्योः इत्युक्ते वकारयकारयोः, तदेव व्योः. वकारयकारयोः इति षष्ट्यन्तम् अस्ति, स्थानी अस्ति. व्योः लोपः भवति वलीपरे इति सूत्रार्थः. अत्र सिव्योगः न इत्यत्र अत्र कः वदति? अत्र उमाभगिनी वदतु, सिव्योगः न इत्यत्र लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति, कथं प्रदर्शयतु? अत्र सिव् व्योपोर् व्योर्वलि इति सूत्रेण वकारः लोपो भवति. सो सिव् अस्ति चेत् वकारः अत्र लोपो लोपः भवितुम् अर्हति. किमर्थं भवति लोपः? लोपो व्योर्वलि इति सूत्रेण. केवलं वकारः अस्ति चेत् पर्याप्तं वा? नो नो, वल् प्रत्याहारे परे अस्ति चेत्. कः वर्णः? न वल् वल् प्रत्याहारे अस्ति, तस्मात् वकारः लोपः भवितुम् अर्हति. न इति वल् प्रत्याहारे अस्ति वा? आं भगिनि, न अस्ति वा वल् प्रत्याहारे? अस्ति. अस्ति न योगः अस्ति नास्ति नो नो न नकारः एव अस्ति नकारः अस्ति इति वक्तव्यं नकारः वल्प्रत् नकारः इति वक्तव्यं नकारः वल्प्रत्याहारे अस्ति सो तस्मादेव सी इत्यस्य अकारः लोपः भवितुम् अर्हति समीचीनं सम्यक् अत्र एवमेव उक्तवती तत् न न इति वदामः परन्तु न इत्यत्र अकारः अपि अस्ति अतः नकारः इति चिन्तनीयं नकारः वल्प्रत्याहारे अस्ति मया बुद्धं भवति किं वक्तुम् इच्छति इति बुद्धं परन्तु स्पष्टीकरणार्थं वदामि न इति न वक्तव्यं नकारः इति वक्तव्यं समीचीनं धन्यवादः इदानीं कः पठति विजयलक्ष्मी भगिनी पठतु लोपो व्योर्वलि अभवत् लोपः वलि छुओः शूड शूडनुनासिके च तुक् सहित छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति अनुनासिकादिप्रत्यये परे क्वि परे झलादिप्रत्यये च परे छ च व च तयोर् इत्येतरद्वन्द्वः छ्वोः तयोः पुनः किमस्ति तत् पठतु छ च व च तयोर् इतरेतरद्वन्द्वः छ्वौ तयोः छ्वोः श च ऊठ् च तयोः समाहारद्वन्द्वः शूड् झलां जशोन्ते इत्यनेन ठकारस्य स्थाने डकारः श्वोः षष्ट्यन्तं शूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनुनासिकपदम् अनेकपदम् इदं सूत्रम् अनुनासिकस्य क्वि झलोः निति इत्यस्मात् क्वि झलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छ्वोः अङ्गस्य शूड् क्वि झलोः अनुनासिके च छ्वोः शूड् शूड् अनुनासिके च इति त्रिपदम् इदं सूत्रं श्वोः इत्यस्य अर्थः भवति अत्र च इति आगमः वा भगिनि च इत्यस्य तुक् इति आगमः इत्युक्ते यत्र चकारः अस्ति तत्र सर्वदा चकारे परे ह्रस्वस्वरः अस्ति चेत् तुक् आगमः भवति इदानीं तत्र इच्छति इति रूपं जानीमः खलु इच्छति तत्र ई योगः चकारः तत्र मध्ये तुक् इति आगमः भवति एकं सूत्रमस्ति तुक् आगमः भवति तर्हि ई योगः तुक् योगः चकारः तुक् इति आगमे ककारस्य इत्संज्ञा उकारः उच्चारणार्थः अतः तकारः एव अवशिष्यते तर्हि ई योगः तयोगः छ तर्हि तत्र किं भवति इति चेत् सन्धिकार्यं भवति तकारस्य शुत्वं भवति तर्हि तालव्यशकारः भवति तदनन्तरं तत्र चर्त्वं भवति इति कृत्वा च इति भवति तर्हि यत्र यत्र ह्रस्वस्वरः अस्ति तस्य अनन्तरं छकारः अस्ति महाप्राणछकारः तत्र मध्ये ये अल्पप्राणचकारः आगच्छति इति अवगन्तव्यं सर्वत्र पूर्वं ह्रस्वस्वरः ह्रस्वस्वरः पूर्वम् अनन्तरं छकारः अस्ति चेत् मध्ये चकारः दृश्यते सूत्रेण एकेन सूत्रेण तर्हि अत्र अस्मिन् सूत्रे किम् उक्तम्? अत्र च च व इति अक्षरसमूहस्य इतरेतर द्वन्द्वः भूत्वा छ्वौ इति भवति, तयोः इति षष्ट्यन्तं छ्वोः इति भवति, श च ऊठ् च, ऊठ् इति कश्चन प्रत्ययः आदेशः आदेशः, ष च ऊठ् इति आदेशः, तयोः समाहारद्वन्द्वः कृत्वा शूड् शूट् इति भवति, परन्तु जलां जशोन्ते इत्यनेन वा न आम् जलां जशोन्ते इत्यनेन शूड् इति भवति, ठकारस्य स्थाने डकारः, छ्वोः षष्ट्यन्तं, शूड् इति प्रथमान्तम्, अनुनासिके इति सप्तम्यन्तम्, अनुनासिके इति अव्ययपदमपि वा? अव्ययपदम् अनेकपदम् इदं सूत्रम्, अत्र अङ्गस्य इत्यस्य अधिकारः अपि अस्ति, अनुनासिकस्य क्विज्झलोः निति इत्यस्मात् क्विज्झलोः इत्यस्यापि अनुवृत्तिः भवति, अनुवृत्तिसहितसूत्रं छ्वोः अङ्गस्य शूड क्विझलोः अनुनासिके च इति सम्पूर्णसूत्रं, परन्तु किमपि न अवगतं किमपि न अवगतं वा? अस्तु अस्तु, एकवारं वदामि, अत्र सप्तम्यन्तं पदं तत्र कानि पदानि सप्तम्यन्तपदानि? अनुनासिके इति सप्तम्यन्तं, सो अनुनासिके परे भवति चेत् अपि च तत्र क्विज्झलोः इत्यपि अस्ति खलु, क्विज्झलोः तत्तु तदपि सप्तम्यन्तं, तदपि सप्तम्यम् इत्युक्ते तत्र त्रीणि निमित्तानि सन्ति, त्रीणि पृथक् पृथक् निमित्तानि सन्ति, अनुनासिकप्रत्ययः अनुनासिकप्रत्ययः परः अस्ति, अथवा क्वि इति कश्चन प्रत्ययः अस्ति, क्वि इति समुदायः अस्ति, क्विप् क्विन् इति एतादृशप्रत्ययः, क्वि इति उच्यते, क्वि इति प्रत्ययः परः अस्ति, अथवा जलादिप्रत्ययः परः अस्ति, अतः एव तत्र क्विज्जलोः अनुनासिके सर्वाणि सप्तम्यन्तपदानि, अनुनासिके परे क्विप् परे जलादिप्रत्यये परे इति निमित्तमस्ति, इदानीं निमित्तानि सन्ति पृथक् पृथक् निमित्तानि, समान्तं कार्यं तत्रैव, सोरि अङ्गस्य इति षष्ट्यन्तं तत्रैव छ्वोः अङ्गस्य, सो छ्वोः इत्यस्य अवयवः वा छ्वोः इति तत्र अङ्गस्य अन्ते अस्ति, येन विधिस्तदन्तस्य इत्यनेन अङ्गस्य अन्ते अस्ति छ्वोः, छ्वोः इत्युक्ते तत्र किम् इति चेत् अङ्गस्य अन्ते तुक् सहितचकारः, छ छ अल्पप्राणचकारः महाप्राणचकारः, अङ्गस्य अन्ते तुक् सहितचकारः अस्ति चेत् तत्र तुक् सहितचकारस्य स्थाने तालव्यषकारादेशः भवति, इत्युक्ते अत्र एकं वाक्यं कथम् अस्ति इति चेत् तुक् सहितचकारः, तुक् सहितचकारः यदा वदामि चेत् तत्र अल्पप्राणचकारः अनन्तरं महाप्राणचकारः, तुक् सहितचकारस्य स्थाने तालव्यषकारादेशः भवति, कदा भवति? क्विप् परे जलादिप्रत्यये परे अनुनासिके परे इति अत्र एकं कार्यम्, अपि च तत्र सूत्रे छ्वोः इति उक्तं खलु, वकारः अपि अस्ति, अतः वकारस्य अङ्गस्य अन्ते वकारः अस्ति चेत् वकारस्य स्थाने ऊट् इति आदेशः भवति, कदा भवति? क्विप् परे जलादिप्रत्यये परे अनुनासिके परे इति सूत्रार्थः, बुद्धं वा? तत्र विजयलक्ष्मी भगिनी, तत्र शूट् किमस्ति भगिनी? तत्र तालव्यषकारः ऊट् अत्र क्रमेण भवति, यथासङ्ख्यम् अनुदेशसमानम् इत्यनेन क्रमेण आदेशः भवति, तुक् सहितचकारस्य स्थाने तालव्यचकारः अपि च वकारस्य स्थाने ऊट् इति आदेशः. विजयलक्ष्मी भगिनी वदतु एकवारं किम् अवगतम्. अत्र चकारः तुक् सहितचकारः इत्युक्ते च छ, तत् यदि तस्य अङ्गस्य अन्ते शकारः आगमः आयाति. कदा आयाति? निमित्तानि त्रीणि सन्ति. क्वि परे वदतु, पुनः वदतु. छ तुक् सहितछकारः तस्य अङ्गस्य अन्ते शकारः आगमः आयाति. कदा आयाति? निमित्तानि त्रीणि न तुक् कदा आयाति इति भिन्नविषयः अस्ति. तुक् के अन्येन सूत्रेण तुगागमः भवति. न तुक् न आयाति. न तुक्सहितचकारः, तुक्सहितचकारः इति उक्तं खलु. न तत्तु भिन्न स्टोरि. तद् अभवत् तुक् सहितचकारः कदा कथं भवति इति अत्र अहं न चर्चा करोमि. अत्र किं वक्तुमिच्छति वदतु पुनः. अस्ति परन्तु तस्य अङ्गस्य अनन्त तस्य अङ्गस्य अनन्तरं शकारः आगमः आयाति. न आगमः नास्ति, आदेशः. हा आदेशः, सोरि आदेशः आयाति. कदा आयाति? क्वि झल् झलि अनन्तरम् अनुनासिके परनिमित्तं भवति चेत्. सम्यक् वा? अनन्तरं कार्यम् इति एकं कार्यम्. अन्यत् कार्यं किं? वकारः अन्ते, अङ्गस्य अन्ते यदि वकारः भवति तस्य अनन्तरं यदि क्वि झल् अनुनासिक के परे भवति चेत् ऊट् इति आदेशः भवति. इति अस्ति, समीचीनम्. ऊट् इति आदेशे ठकारस्य लोपः भवति, केवलं ऊ इत्येव तिष्ठति वा भगिनि? ऊकारः तिष्ठति, दीर्घ ऊकारः तिष्ठति. दीर्घ ऊकारः तिष्ठति. अस्तु, गीताञ्जलि भगिनी अवगतं वा? किम् अवगतम्? आं भगिनि, किञ्चित् अवगतम्. अत्र निमित्तानि त्रयम् अस्ति, क्वि वा झल् वा अनुनासिक अस्ति चेत् स्थाने चकार छकार वकार अस्ति चेत् इति सूत्रं किं करोति? चकार छकारस्थाने शकार आदेशः, वकारस्थाने ऊ आदेशः इति तु अवगतं, किन्तु तुक् विषये तु न अवगतं भगिनि. तुक् विषये यथा उक्तम्, अत्र एकं सूत्रमस्ति छे च इति, एकं सूत्रमस्ति छे च. तत् सूत्रं किं वदति? छे इति सप्तम्यन्तम् अस्ति. तर्हि छे चकारे परे, तत्र महाप्राणचकारः परः अस्ति चेत् तस्मात् पूर्वं ह्रस्वस्वरः अस्ति चेत् ह्रस्वस्वरस्य तुक् आगमः भवति इति सूत्रार्थः. तर्हि यत्र यत्र चकारः अस्ति तस्मात् पूर्वं ह्रस्वस्वरः अस्ति, ह्रस्वस्वरस्य तुक् आगमः भवति. तुक् आगमः कित् अस्ति इति कृत्वा स्वरस्य अन्ते आयाति अद्यन्तौ टकितौ इत्यनेन. अतः स्वरस्य अन्ते तुगागमः भवति. तुगागमानन्तरं तस्य परिवर्तनं भवति चकारस्य प्रभावेन. तुगागमः अल्पप्राणचकारः भवति. तत्र सौः शुनाश्चुः अपि च खरि च इति सूत्रद्वयं कार्यं कृत्वा तालव्य तत्र अल्पप्राणचकारः भवति. अतः छ इति दृश्यते सर्वत्र ह्रस्वस्वरः अस्ति चेत्. अस्तु भगिनि, इत्युक्ते अत्र कीदृशचकारचकार तुक्तः चकारचकार स्थानी अस्ति चेत् न भगिनि? हा, तुक्सहितचकारः इत्युक्ते तत्र अल्पप्राणचकारः अस्ति अनन्तरं महाप्राणचकारः अस्ति, तादृशसन्दर्भे एव. अतः एव अत्र सूत्रे छ्वोः इति उक्तम्. अवगतम् अवगतम् अस्तु अन्तोत गत्वा अंशु इति मन्ये भगिनी चकार छकार कुतः आयाति तुक् आगम तः आयाति चेत् अपि च व स्थाने अस्ति चेत् परे निमित्तानि त्रीणि अस्ति क्वि झल् अपि अनुनासिक अस्ति चेत् चकार छकारस्थाने षकार आयाति तालव्य अपि च वकारस्थाने दीर्घ उ आदेशः इति अवगतं भगिनि. हा समीचीनं सम्यक्. इदानीं पमेला भगिनी वदतु सिव्योगः न इत्यत्र कानि सूत्राणि प्रसक्तानि? आं भगिनि, तत्र यथा वयं दृष्टवन्तः लोपो व्यर्वलि तस्यपि प्रसक्तिः अस्ति, अपि च चोः शूर अनुनासिके च इत्यस्यपि प्रसक्तिः अस्ति. यतोहि तत्र चोः शूर अनुनासिके च इत्यत्र तत्र वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिके परे, तत्र सिव् इत्यत्र वकारस्थाने ऊट् आगन्तुं शक्नोति. लोपो अनुनासिकप्रत्ययः कः? नकार भगिनि अनुनासिक अस्ति वा? न इति प्रत्ययः अनुनासिकादि प्रत्ययः. समीचीनं. तर्हि अत्र सर्वैः बुद्धं खलु अत्र त्रीणि सूत्राणि प्रसक्तानि. सिव्योगः न इति प्रथमतया तत्र अङ्गं सिव् इति अङ्गम् इति स्मर्तव्यम्. अत्र अत्र अत्र कः वसन्ति भगिनी वदतु सिव्योगः न इत्यत्र त्रीणि सूत्राणि प्रसक्तानि तेषु अङ्गकार्याणि कानि? अस्ति वा वसन्ति भगिनि? अस्ति स्टिव् इति धातु, न इति प्रत्यय, त्रीणि सूत्राणि प्रसक्तिः सन्ति. सिव् धातोः उपदा इति इगुपद, सो आर्धधातुकप्रत्ययः परे, सो पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति. इति अस्माभिः चर्चितम् इति चर्चितं त्रीणि सूत्राणि प्रसक्तानि इति चर्चितं. मम प्रश्नः अस्ति तेषु कानि सूत्राणि अङ्गकार्याणि? अङ्गकार्याणि कथं जानीमः अङ्गकार्यम् अस्ति वा न वा? चोः शूलनासिके च इति अङ्गकार्यम् अस्ति वा? कथं जानीमः अङ्गकार्यं वा न वा इति? कथं जानीमः अङ्गकार्यं वा न वा इति? अधिकारे अस्ति चेत् अङ्गस्य अङ्गस्य चोशूलनासिके अस्ति वा? सूत्रे किम् उक्तम् अङ्गस्य इति अधिकारः अस्ति वा सूत्रे? यस् अङ्गस्य इति अस्ति अधिकारः अस्ति. इत्युक्ते तत्र किं स्मर्तव्यम् इति चेत् अङ्गकार्यं कुत्र अङ्गस्य इत्यस्य अधिकारः इति चेत् षष्ठाध्यायस्य चतुर्थपादे प्रथमसूत्रं 641 इति आरभ्य टिल् द एण्ड् आफ् सेवेन्त् अध्याय अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः सूत्रसङ्ख्यां पश्यामः चेत् वयं ज्ञातुं शक्नुमः अङ्गस्य अधिकारे अस्ति न वा, चोः शूलनासिके च इति अस्ति वा अङ्गस्य अधिकारे? अस्ति. अपि च पुगन्तलघुपदस्य च अस्ति सेवन् त्री टिल् द एण्ड् आफ् सेवन् चाप्टर् अस्ति. लोपो व्योर्वलि अस्ति 6-1 नो नो अतः लोपोव्योर्वलि नास्ति. अतः स्मर्तव्यं चोहशूलनासिके च अपि च पुगन्तलघुपदस्य च सूत्रद्वयम् अङ्गकार्यम् अपि च लोपोव्योर्वलि इति अङ्गकार्यं नास्ति. वर्णकार्यम् अस्ति. वर्णकार्यम् अस्ति वा न वा लोपो व्योर्वलि? वर्णकार्यं वल् प्रत्यहार वर्णः खलु. वकारस्य लोपः भवति, यकारस्य लोपः भवति, वर्णः यकारः वकारः वर्ण वर्णयोः लोपः भवति वलीपरे इति. अत्र सामान्यवर्णकार्यम् अस्ति, अङ्गकार्यं नास्ति. ओके ओके गॉट इट. अस्ति समीचीनं. मम एका भगिनी श्रूयते वा भगिनि? वदतु. तत्र यरोरुनासिके अनुनासिको वा इत्यस्य सूत्रस्य अपि प्रसक्तिः अस्ति, परन्तु तत् अष्टमाध्यायस्ति. नकारः अनुनासिकवर्णः अस्ति, वकारस्य अनुनासिकवर्णः भवितुम् अर्हति किल? कथं यरोनुनासिके अनुनासिको वा इति सूत्रं कदा प्रवर्तते? यरो पदान्ते अस्ति. अस्तु, पदमस्ति वा? नास्ति नास्ति नास्ति खलु. आम् आम् सत्यं सत्यम्. अस्तु समीचीनं. तर्हि इदानीं तत्र अरुणा भगिनी अग्रे पठतु. आं भगिनि, दृष्टान्तः तुक् सहित चकारस्य स्थाने शकार आदेशः पाप्रच्छ योगः मि चोः षुडन्नासिके च प्राप्रस्मि इति रूपनिष्पन्नं भवति. अत्र चोः षुडन्नासिके च इति सूत्रं वयं पठितवन्तः. तुक् सहित चकारस्य स्थाने शकार आदेशः तत् स्पष्टीकरणार्थं दृष्टान्तः दत्तं प्रापच्छ. अत्र चकार अन्तिम तुकारसहितचकार अस्ति, प्रापच्छ अन्तिमवर्णः, योगः मे अस्ति. तत् मे इति अनुनासिकप्रत्यये अस्ति. ततः चकारस्थाने शकारः आदेशः भवति एव अर्थं दत्तं. हा, शकारादेशः भूत्वा रूपं किं? पाप्रश्मि इति रूपं निष्पन्नं. पाप्रश्मि इति पश्यन्तु, अत्र तुक् सहितचकारः अस्ति, एकः अल्पप्राणचकारः, महाप्राणचकारः पाप्रच्. अनन्तरं मि इत्यत्र मकारः अनुनासिकः अस्ति, अतः मि इति अनुनासिकप्रत्ययः. अतः पाप्रच्मि, पाप्रच् इति यङ् यङ् लुगन्तधातुः, यङ् लुगन्तधातुः. मि इति तत्र तिङ् तिङ् प्रत्ययः अस्ति, उत्तमपुरुषे बहुवचने यथा पठामि इति यदा वदामः, एवमेव मि इति प्रत्ययः तिङ् प्रत्ययः अस्ति. तर्हि पाप्रच् योगः मि पाप्रश्मि. अत्र छोः शूडनासिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने तालव्य शकारादेशः भवति. अस्तु समीचीनं, धन्यवादः. धन्यवादः भगिनि. तर्हि इदानीं सिव्योगः न इत्यत्र तत्र सिव्योगः न इत्यत्र किञ्चित् सन्देहः अस्ति. चकार चकारस्थाने शकार आयाति इत्युक्ते द्वयोः स्थाने शकार आयाति इति कुत्र दत्तम्? सूत्रे किम् अस्ति? च्वोः इति अस्ति खलु, च्वोः इति उक्तं खलु सूत्रे, किन्तु चकारः अपि अस्ति खलु? न अस्ति तु, च्वो तु द्विवचने अस्ति अवगतं, किन्तु च वा छ वा इति अपि अवगमनं भवितुम् अर्हति न? न न न, च वकारात् पूर्वं कथञ्चिदपि न आयाति. अत्र छकारात् पूर्वं च आयाति किमर्थम् इति चेत् तत्र चे च इति सूत्रमस्ति. चकारः वकारात् पूर्वं न आयाति. तुग् आगमः इति उक्तं खलु व्याख्यानेषु, तुक् सहितचकारः इति उक्तं, तादृश तुक् सहितचकारः वकारस्य न भवति. अस्तु, इत्युक्ते अत्र यथा उदाहरणेन दत्तं, अल्पप्राणचकार महाप्राणचकार द्वयोः स्थाने शकार आयाति इति सत्यम् इति एव. अस्तु अस्तु, अवगतम् अधुना, धन्यवादः इति एव विषयः अस्ति इति अत्र समयः अपि अतीतः. तत्र सिव्योगः न इत्यत्र चोः शूरनासिके च इत्यस्य कार्यं भवति चेत् तत्र विनय महोदय वदतु किं भवति तत्र. शिव व्योर्बलिः कारणेन लोपः अत्र न लोपो व्योर्बलिः इति त्यजतु, लोपो व्योर्बलिः इति त्यजतु. यदि चोः शूरनासिके च इति सूत्रस्य कार्यं तत्र भवति तर्हि किं भवति तत्र. कार्यम् अङ्गस्य चोः शून अनासिके च इति सूत्रेण अकारस्य स्थाने किं भवति. यदि उ आयाति, हा उ इति आयाति तत्र वकारस्य स्थाने उ इति आगन्तुम् अर्हति खलु. उ आयाति तर्हि उ स्थाने कथं य भवति अहं केवलं चिन्तयामि. तत्तु तत्तु भिन्नविषयः अस्ति, तत्तु भिन्नविषयः अस्ति, तद् अग्रे पश्यामः. परन्तु एवमेव पृच्छामि, चोवशूरनासिके च इति सूत्रेण वकारस्य स्थाने ऊट् इति आदेशः भवति चेत् सि योगः ऊ योगः न इति भवति खलु. समीचीनम् इति अस्ति. तर्हि इदानीम् अत्र पुनः सर्वे कृपया पुनः सूत्रत्रयमपि एकवारं पठन्तु. पुगन्तलघुपदस्य च इति सूत्रं परिचितमस्ति, परन्तु लोपो व्योर्वली अपि च शूड् अनुनासिके च चोः शूडनासिके च द्वयोः सूत्रयोः व्याख्यानं पुनः पठन्तु, अवगच्छन्तु, इतः अग्रे अग्रिमसप्ताहे गन्तुं शक्नुमः. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.